अद्यतनविषयः अस्ति संयोगः, संयोगस्य स्वभावः कीदृशः, संयोगस्य निमित्तकारणत्वम्, अपि च संयोगस्य प्रकाराः, एते सर्वे अद्यतनवर्गे वयं पश्याम. पूर्वस्मिन् सप्ताहे संयोगस्य विषये किञ्चित् चर्चा जाता. अस्मिन् विषये पुनस्मरणरूपेण इतोपि एकवारं परिशीलयाम. अस्तु, संयोगः अपि च पृथक्त्वम् अनयोः स्वभावौ कीदृशौ इति किञ्चित् वक्तुं शक्यते वा? अजितमहोदय, किञ्चित् प्रयत्नं करोति वा? संयोगः अपि च पृथक्त्वम् अनयोः भेदः. अहं पूर्वसप्ताहे आसम्, किन्तु संयोगः इत्युक्ते कर्मज द्विविधम् अस्ति खलु, कर्मजः संयोगः पृथक्त्वम् इत्युक्ते पृथक्त्वाश्रयाश्रित एव पृथक्त्वं गुणः अस्ति, संयोगः अपि गुणः एव. तयोः निष्ठत्वं तस्य आधारेण किञ्चित् वदति वा? सरला भगिनी किञ्चित् सहायं करोति वा? संयोग पृथक्त्वं द्वे गुणे पृथक् आश्रयत्व आवश्यकं, समानता एकमस्ति, पृथक्त्वे गुण तस् एकविधम् अस्ति, संयोगद्विनिष्ठम् अस्ति, एकनिष्ठः पृथक्त्वम्. आम्, एकनिष्ठम् चिरकालम् अस्ति अपि, यत् द्रव्य अस्ति तत् द्रव्य पृथक्त्वं तिष्ठति द्रव्यस्य. क्षम्यताम्, उदाहरणेन किञ्चित् वदति वा निष्ठत्वविषये? पृथक्त्वम् एकनिष्ठम् इति उक्तवती, परन्तु द्विनिष्ठः, उदाहरणं पठित्वा किञ्चित् वदति. घटपटात् पृथक्, तत् पृथक्त्वं घटे गुणं अस्ति, तत् यत्पर्यन्त घट तिष्ठति तत् पृथक्त्वं तस्मिन् वर्तते. घटपटात् पृथक्, गृहात् पृथक्, पृथक्त्वं गुण तस्मिन् वर्तते. पृथक्त्वम् अनेकावधिकत्वम् अपि अस्ति. घटपट संयोगः, घटपटसंयोगः तत् यत्पर्यन्त घटपट संयोगः अस्ति तत्पर्यन्त संयोगः भवति, घट पटात् विभक्तः भवति तत् संयोगः नश्यति. सो संयोगः चिरकालं न भवति. अस्तु, आम्, यथा भगिन्या उक्तं, पृथक्त्वम् एकनिष्ठम्, घटः पटात् पृथक् इति वदनेन पृथक्त्वम् इति गुणः घटे एव अस्ति. अस्मिन् वाक्ये यत् पृथक्त्वं सूचितम् अस्ति तत्तु घटे एव भवति, परन्तु संयोगः तु द्विनिष्ठः अस्ति. द्विनिष्ठ घटे अपि भवति, पटे अपि भवति. उदाहरणं वदतु. प्रतीतिवशात् वयं अवधि आरोप्यते, किन्तु घटपट संयोगः द्विनिष्ठ अस्ति, घट पटावधिकसंयोगः वा तत् घटपटावधिकसंयोगः घटे अस्ति, पटे अवधि अस्ति, किन्तु यदि संयोगः द्विनिष्ठः प्रतिवशात् आरोप्यते. एकनिमिषम्, अवधिः तु भिन्नः, परन्तु अत्र द्विनिष्ठः इत्युक्ते संयोगः द्वयोः भवति खलु, घटे अपि भवति पटे अपि भवति. तदेव अस्ति द्विनिष्ठत्वेन, तदेव सूचितम् अस्ति. संयोगः इति गुणः द्वयोः भवति, घटे अपि भवति, द्वितीयम् अपि भवति, शक्नोति विभक्त भवति, पुनः भवति प्रथमसंयोग द्वितीयसंयोगस्य भिन्न भवति. अस्तु, अहं क्रमेण गच्छेम. द्वितीयं प्रथम अंश तु निष्ठत्वं, द्वितीय अंश तु जीवनम् इति खलु, कदा आरभ्य पृथक्त्वम् इति गुणः कदा कदा तस्य उत्पन्नं भवति, संयोगविषये किं भवति इति किञ्चित् वदतु. सावित्री भगिनी वदति वा? आम् प्रयत्नं करोमि भगिनि. किञ्चित् विस्मृतवती इति भाति, परन्तु यदा अमूर्तद्रव्यस्य उत्पत्तिर्जायते तस्य ततः अनन्तरक्षणमेव पृथक्त्वं द्रव्ये जायते. संयोगः तु यदा द्रव्यस्य अन्यद्रव्यस्य सम्बन्धः अथवा संयुक्तः भवति तदा एव संयोगः उत्पद्यते. तदर्थं द्वितीयादिक्षणे इति वक्तुं शक्नुमः. अस्तु, तर्हि पृथक्त्वं द्रव्यस्य जीवनस्य अवलम्बितम् अस्ति. यावत्पर्यन्तं द्रव्यं तिष्ठति तावत्पर्यन्तं पृथक्त्वं तिष्ठति, पतेः अनन्तरक्षणे जायते. परन्तु संयोगः तु यदा भवति संयोगः अन्येन द्रव्येण सह, तदा एव संयोगस्य उत्पन्नम् अपि जायते, उत्पत्तिः जायते. अतः संयोगः कालसम्बन्धः सम्बद्धः अस्ति. परन्तु पृथक्त्वं कालसम्बन्धः वा सम्बन्धं वा? यावत्पर्यन्तं द्रव्यं तिष्ठति तावत्पर्यन्तं पृथक्त्वमपि तिष्ठति. समीचीनं. तृतीयांशः अस्ति बहुत्वम् अपि च एकत्वम् इति, तस्मिन् विषये किञ्चित् वदति वा? अन्यत् केनापि आगतं वा? हरि ओम्, कोऽपि अस्ति वा? अजितमहोदय, सावित्री भगिनी, सरला भगिनी, अतिरिक्त कोऽपि अस्ति वा? अस्तु, अजित् महोदय अस्ति वा? अहं चिन्तयामि. अस्तु अस्तु अस्तु, अजितमहोदय, बहुत्वम् एकत्वम् इत्यस्मिन् विषये किञ्चित् वदति वा? अनयोः भेदः पृथक्त्वम् अपि च संयोगः. एकस्मिन् द्रव्ये पृथक्त्वम् एकम् अस्ति वा बहुत्वं बहवः? पृथक्त्वं बहुत् अवधिः कारणेन, अवधिकारणेन अहं चिन्तयामि बहुत्वम् अस्ति इति. पृथक्त्वविषये वा? कस्मिन् विषये? अहं वदामि वा भगिनि? आं वदतु भगिनि. पृथक्त्वम् एकमेव द्रव्यनिष्ठं, यतोहि पुस्तकं स्वीकुर्मः, पुस्तकं वृक्षात् पृथक्, गृहात् पृथक्, अन्यपुस्तकात् पृथक्, एतत् सर्वं वक्तुं शक्नुमः, परन्तु पृथक्त्वं पुस्तके एकमेव अस्ति. केन भिद्यते तर्हि? द्रव्येण भिद्यते, अवधिसमुदायभेदेन भिद्यते, परन्तु द्रव्येण भिद्यते इति वक्तुं शक्नुमः. आम् आम्, परन्तु संयोगविषये अजितमहोदय वदति वा, प्रयत्नं करोति वा? आम्, संयोगः बहुत्वं एव अस्ति इत्युक्ते इत्युक्ते कपाल संयोग हस्तपुस्तकसंयोग उदाहरणं चेत् हस्तपुस्तकसंयोग हस्तवृक्षसंयोगः तत्र संयोगः बहु संयोगः द्विनिष्ठमस्ति एतत् तत्कारणेन बहुत्वम् इति मन्ये. समीचीनं. द्विनिष्ठत्वात् बहुत्वमपि अस्ति, बहवः संयोगाः भवितुम् अर्हन्ति. अस्तु, तयोः समानता यथा सरला भगिन्या उक्तं यत्र युतसिद्धत्वम् अस्ति तत्र एव पृथक्त्वं वा संयोगः भवति. अवधिकत्वविषये कः भेदः अस्ति, सरला भगिनी वदति वा? अवधिकत्वं पृथक्त्वम् अनेक अवधिकत्वम् अस्ति. संयोग द्विनिष्ठ अस्ति पर अनेक अवधिकत्वं सम्भवति तत्र. परन्तु किं भवति एकस्मिन् एकस्मिन् संयोगे द्वे अवधिकत्वं भवितुं शक्नोति. घटपट संयोगः, घटपटावधिकसंयोगः वा पटघटावधिकसंयोगः. सो एकस्मिन् संयोगे द्वे प्रतीतिवशात् द्वे अवधिकत्वं अर्हतुं सम्भवति. एकस्मिन् प्रतीतौ एकः एव अवधिः, परन्तु एकस्मिन् संयोगे उभयत्र अवधिः भवति. भवति द्विनिष्ठत्वात् उभयत्र अवधिः भवति. भवति, अस्तु, समीचीनम्. इदानीम् अग्रे विभागः इति अपि गुणं दृष्टवन्तः. विभागसंयोगविषये साम्यं किम् अस्ति, भेदः किम् अस्ति इति वक्तुं शक्यते वा? सावित्री भगिनी, तयोः साम्यं किं, विभागः अपि संयोगः च? विभागः अपि द्विनिष्ठः. अतः यथा पृथक्त्वम् अवयवपरम्परायां यन्मूर्तं यद्यद् मूर्तद्रव्याणि सन्ति परमाण्वन्तं तदतिरिक्त अवधयः एव भवन्ति द्वयोः अपि पृथक्त्वे संयोगे अपि च विभागे. परन्तु पृथक्त्वं भगिनी विभागसंयोग विषये. विभागः जायते यत्र संयोगः अस्ति. विभागः तस्य संयोगः अस्ति चेदेव विभागः भवति. संयोगः अस्ति चेत् विभागः भवति इत्युक्ते एकस्मिन् क्षणे भवति वा? तस्य लक्षणवाक्यं किम्? ओ न न न, एकस्मिन् तदेव यदा संयोगः जायते तदा एव विभागः इति न. विभागः अनन्तरक्षणे भवितुम् अर्हन्ति. ऐ मीन् यदा संयोग यदा विभागः जायते संयोगः नश्यति, तदर्थं विभागस्य पूर्वक्षणे संयोगः भवतु. अपि च अन्यत् किमपि अस्ति संयोगाशयनाशकविभागः. आम्, संयोगनाशकगुणः अस्ति विभागः. समीचीनम्. अस्तु, अन्यत् साम्य अंश साम्यम् अस्ति वा द्विनिष्ठम् अस्ति, भागपि द्विनिष्ठम्. जीवनविषये कियत् पर्यन्तं प्रतीति, यावत्पर्यन्तं प्रतीति तिष्ठति तावत्पर्यन्तमेव अस्य अवधिकत्वम् विभागः भवति. यदा प्रतीति नश्यति तदा विभागः अपि नश्यति. उत्पत्तिविषये, उत्पत्तिविषये संयोगः भवेत् तदनन्तरमेव एव विभागः सम्भवति. अस्तु, समीचीनं. द्वितीयादिशरे अस्तु, समीचीनमेव. अस्तु, अवधिकत्वविषये अपि वयं दृष्टवन्तः. अस्तु, अग्रे संयोगस्य लक्षणवाक्यं किम् इति पश्याम. अजितमहोदय किञ्चित् वदति वा, चित्रं दृष्ट्वा किञ्चित् वदति तस्य संयोगस्य लक्षणवाक्यं किम् इति. पुस्तकम् अस्ति खलु पुरतः भगिनि? तत्र पुटसङ्ख्या नवनवति. एकनिमिषम्. लक्षणवाक्यं किं प्रथमतया? आम्, संयुक्तव्यवहारे व्यवहारहेतुः संयोगः. सर्वद्रव्यवृत्तिः. आम्, तस्मिन् विषये किञ्चित् वदतु भोः. आम्, संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः. इत्युक्ते संयोगः सर्व द्रव्येषु वर्तते, अथवा सर्वद्रव्यवृत्तिः इति वक्तुं शक्नोति. तत् संयुक्तव्यवहारहेतुः इत्युक्ते उदाहरणार्थं हस्तपुस्तकसंयोगः इति स्वीकुर्मश्चेत् तत्र हस्तपुस्तकमध्ये एक व्यवहार भवति खलु, संयुक्तव्यवहारः. व्यवहार इत्युक्ते किं? व्यवहार इत्युक्ते क्रिया एव. शब्दप्रयोग. आम्, शब्दप्रयोगरूपः व्यवहारः. ज्ञानजनक शब्दः अस्ति व्यवहारः इति. अस्तु, तर्हि कथं वा संयोगः हेतुः, कस्य हेतुः इति वदति वा? चित्रं चित्रं दृष्ट्वा. तत्र हस्त, अस्तु, कस्य हेतुः इत्युक्ते यदा संयोगः जातः तदा श्रोतुः मनसि कथं ज्ञायते यत् द्वयोः द्रव्ययोः संयुक्तः संयुक्तौ इति कथं ज्ञायते इत्युक्ते तत्र हस्तनिष्ठविशेष्यता निरूपित तदेव वा भगिनि? आम् आम् आम्, तदेव. किञ्चित् क्रमेण क्रमेण वदतु. आम्, सहायम् आवश्यकं वा किञ्चित्? आम्, एकनिमिषम्. आम्, अस्तु, हस्त निष्ठविशेष्यता निरूपितज्ञाननिष्ठा कार्यता निरूपितकारणदाश्रयः शब्दप्रयोगः निष्ठकार्यतानिरूपितकारणदाश्रयत्वं संयोगः. अस्तु, पूर्णतया भवति. सावित्री भगिनी, किञ्चित् प्रयत्नं करोमि. यदा अस्तु, तत्र यद् उदाहरणमस्ति तदेव स्वीकुर्मः. प्रथमं हस्तद्वयोः पृथक् पृथक् स्तः इति मन्ये. अनन्तरं क्रियया द्वयोः हस्तयोः मिलित्वा इति नमस्कारम् इति एकः संज्ञा भवति. तदा यदा कोऽपि तत् दृष्ट्वा अन्यस्य कृते वक्तुम् इच्छति तदा सः तस्य ज्ञानं भवति यत् हस्तौ संयुक्तौ इति. तत्र संयोगः अस्ति एव, द्वयोः हस्तयोः मध्ये संयोगः अस्ति. तद् दृष्ट्वा सः वक्तुं शक्यते हस्तौ संयुक्तौ इति. तत्र किं भवति चेत् हस्तसंयुक्तौ इति वदनस्य आशयः अस्ति. रामः वदति चेत् श्यामः अवगन्तुं शक्यते तत् शब्दप्रयोगेन. ओ, अत्र द्वयोः हस्तयोः मिलित्वा नमस्कारः इति अभवत्, तत्र संयोगः अस्ति इति. तदर्थं चित्रं दृष्ट्वा किञ्चित् वदामि. मध्यभागे यदस्ति शब्दप्रयोगः, तत् शब्दप्रयोगः अस्ति हस्तौ संयुक्तौ. तत् श्रुत्वा श्रोतुः मनसि किञ्चित् ज्ञानम् उत्पद्यते. तदर्थं शब्दप्रयोगः, शब्दप्रयोगे कारणता अस्ति. प्रयोगः कारणं भवति श्रोतुः मनसि ज्ञानम् उत्पादनार्थं. तदर्थं कारणता शब्दप्रयोगे अस्ति. कारणतायाः कार्यमस्ति कार्यता. तत् कार्यता अस्ति ज्ञानं. ज्ञानं सर्वदा सविषयकः भवति. सविषयकं ज्ञानम् एव भवति. यदा विषयः नास्ति तत्र ज्ञानं नास्ति. अत्र ज्ञानम् उत्पद्यते. कीदृशी ज्ञानं, कीदृशं ज्ञानम् इत्युक्ते हस्तौ संयुक्तौ इति. तत्र प्रथमतया संयोगस्य विषये विवरणं दत्तमस्ति. अनन्तरं हस्तस्य अधोभागे हस्तः अस्ति, उपरि संयोगः अस्ति. द्वयोः हस्त ज्ञानस्य विषयः एव. एकस्य नामकरणम् अस्ति प्रकारता. द्वितीयः विशेष्यता. अत्र संयुक्तौ इति विशेषणं. भगिनी, अत्र हस्तौ संयुक्तौ इति ज्ञानस्य आकारः अस्ति. तर्हि हस्तः किम् अस्ति? विशेष्यः. विशेष्यः, यः हस्तः इति यः विषयः अस्ति तस्य नामकरणम् अस्ति विशेष्यः. सरला भगिनी, संयोगः कः? संयुक्तौ इति संयोगविशेषणम् अस्ति. सो अत्र हस्तविशेष तस्मिन् भवति विशेषता, एण्ड् संयोग विशेषणस्ति तस्मिन् भवति प्रकारता. सो हस्तत्वम् अवच्छिन्ना विशेषता निरूपता, संयोगत्वम् अवच्छिन्ना संयोगनिष्ठप्रकारता निरूपिता, ज्ञानं निष्ठकार्यता निरूपता, कारणता आश्रय शब्दप्रयोग शब्दप्रयोगनिष्ठकार्यता निरूपता कारणता आश्रयतव संयोग पदार्थः आश्रयः संयोगः इति. अजितमहोदय, समीचीनं भगिनी. अजितमहोदय भगिनि तस्य आधारेण किञ्चित् पुनरेकवारं प्रतिपादयति वा? अत्र अहं प्रयत्नं करोमि. तत्र स्मरणे पूर्वस्मिन् सप्ताहे ज्ञानविषये वयं किञ्चित् परिशीलितवन्तः खलु. क्षम्यतां भगिनि, अहं पूर्वस्मिन् सप्ताहे न आसम्. तद् अहं तत्र ध्वनिमुद्रणमपि न श्रुतवान् इदानीं, तदेव कारणं किञ्चित्. दीपः इति अस्ति, तस्मात् प्रभा प्रसारयति. अस्तु. पृष्ठसङ्ख्या 33 पुटे अस्ति एतस्य विवरणं. प्रभा प्रसारयति. प्रभा इति ज्ञानं, सविषयकज्ञानम्. ज्ञानं कीदृशं ज्ञानं? तस्मिन् ज्ञाने के विषयाः सन्ति? चित्रं दृष्ट्वा एकवारं कस्मिन् पुटे अस्तु. तत्र ज्ञान घटः संयोग भूतलम् इति तत्र ज्ञानविषये भूतलं संयोगः घटः इति अस्ति. त्रिविधं ज्ञानम् अस्ति अत्र, परन्तु तोलनम् अस्ति अत्र. दीपः इति अस्ति, दीपात् प्रभा प्रसारयति घटे. तस्मिन् तत् समये श्रोतुः मनसि वा यः पश्यति तस्य मनसि कीदृशं ज्ञानम् उदेति? तस्य मनसि यदा प्रभा कस्मिंश्चित् पतति तर्हि किं दृश्यते? तत्र प्रायः घटः घटे पतति चेत् घटः दृश्यते. हा, घटः दृश्यते. तर्हि अयं घटः इति ज्ञानम्. इतोपि अधिकाः विषयाः अपि ज्ञायन्ते. के विषयाः? घटः कुत्र अस्ति? घटः भूतले अस्ति. भूतले अस्ति, अपि तु अन्यः एकः विषयः अपि ज्ञायते. घट भूतलयोः मध्ये संयोगः अस्ति इति ज्ञायते. समीचीनं. तर्हि त्रिविधं ज्ञानम् उदेति श्रोतुः मनसि. तादृशमेव अत्र अस्मिन् पुटे पश्यतु, संयोगविषये. एकशतम् पुटे संयोगः जातः. द्वयोः द्रव्योः मध्ये, द्रव्ययोः मध्ये संयोगः जातः. अस्तु. संयोगः जातः, तस्मात् किं भवति? तस्मात् व्यवहारः वा शब्दप्रयोगः जायते. ओ, द्वयोः द्रव्ययोः संयोगः, द्वयोः द्रव्ययोः संयुक्तौ इति शब्दप्रयोगः भवति कस्यचित् मुखे. तस्मात् शब्दप्रयोगात् श्रोतुः मनसि किमपि ज्ञानम् उदेति. कीदृशं ज्ञानम् उदेति? ज्ञानम् इत्युक्ते संयोगस्य ज्ञानम् एव अत्र. हा, तत् तत्र संयोगस्य ज्ञानम् इति साक्षात् न, परन्तु शब्दप्रयोगस्य सम्बन्धितं ज्ञानम्। अत्र उदाहरणमस्ति हस्तौ संयुक्तौ इति, तर्हि श्रोतुः मनसि हस्तौ संयुक्तौ इत्येव ज्ञानम् उदेति। ज्ञानस्य आकारः अस्ति हस्तौ संयुक्तौ। तर्हि हस्तौ संयुक्तौ इत्युक्ते विषयस्य विवरणं किञ्चित्। हस्तौ संयुक्तौ इत्युक्ते हस्तः विशेष्य संयुक्तः इति विशेषणं। समीचीनम्। तत्र विशेषविशेषणभावः एव। समीचीनम्। तर्हि हस्ते किम् अस्ति? भगिनी एकवारं वदतु, कीदृशी विशेषता अस्ति? कीदृशी इत्युक्ते विशेष, यदि अहं वदामि उन्नतः वृक्षः इति, तर्हि वृक्षे औन्नत्यं भवति, वृक्षः इति विशेष्यः, तस्मिन्नपि विशेषता अस्ति, परन्तु वृक्षे या विशेषता अस्ति अपि च हस्ते या विशेषता, तौ भिन्नौ खलु? कथं वदामः तर्हि? विशेषता केन अवच्छिद्यते? अस्तु, हस्तत्वम् इति जाति खलु हस्ते, हस्तत्वम् अवच्छिन्न विशेष्यता। आम्, हस्तत्व अवच्छिन्न विशेष्यता निरूपित। किं निरूपयति? निरूपित निरूपयति खलु संयुक्तौ इति, यत्र यथा भवान् उक्तवान् विशेषविशेषणभावः अस्ति इति। विशेषस्य विवरणं कोऽपि वदति चेत् अवश्यं विशेषस्य विशेषणस्य विवरणमपि खलु, विशेषणस्य विवरणमस्ति तत्र संयुक्त त्वम् अवच्छिन्न प्रकारता, संयोगत्वम् अवच्छिन्न प्रकारता। पूर्णवाक्यं किम्? पूर्णवाक्यं अस्तु, हस्ते हस्तनिष्ठ हस्तत्वम् अवच्छिन्न विशेष्यता निरूपित, संयोगे निष्ठ संयोगत्वम् अवच्छिन्न प्रकारता निरूपित ज्ञानम्, निरूपकं ज्ञानम्। अग्रे ज्ञाने किम् अस्ति? ज्ञाने निष्ठ कार्यता, ज्ञाननिष्ठकार्यता निरूपित कारणदाश्रयः शब्दप्रयोगः निरूपककार्यता निरूपित कारणदाश्रय किम् अस्ति? शब्दप्रयोगनिष्ठकार्यता खलु? क्षम्यतां, शब्दप्रयोगनिष्ठकार्यतानिरूपित कारणदाश्रयः संयोगः। इदानीं तु स्पष्टं खलु? आम्, स्पष्टं भगिनि। अस्तु, तर्हि करपत्रं पश्याम। हस्तौ संयुक्तौ इति ज्ञानं, पुनः अस्मिन् विषये इतोपि अधिका चर्चा भवति। सरला भगिनी पठति वा आं भगिनि, संयुक्तव्यवहारहेतुसंयोगः हस्तौ संयुक्तौ इति शब्दप्रयोगेण हस्तौ संयुक्तौ इति प्रतीतिः ज्ञानम् उत्पद्यते. तस्य हस्तौ संयुक्तौ इति आकारकज्ञानस्य कारणं भवति संयोगरूपगुणः. हस्तौ संयुक्तौ इति ज्ञाने संयोगः, हस्त च इति द्वौ विषयौ. संयोगरूपगुणः कुत्र आश्रियते? हस्ते. एतस्मात् हस्त इति विशेष्यः संयोग इति प्रकारः. लक्षणवाक्यम् अस्ति संयुक्तव्यवहारहेतु संयोग हस्तौ संयुक्तौ इति यदि शब्दप्रयोगः भवति तस्मिन् प्रति शब्दप्रयोगः ज्ञानस्य आकारः अस्ति हस्तौ संयुक्तौ, तत् ज्ञानम् उत्पद्यते. तस् ज्ञान संयोग अत्र पदार्थ गुणरूप अस्ति, तस्य कारण अस्ति संयुक्तव्यवहार. हस्तौ संयुक्तो इति ज्ञाने संयोगः इति वदतु भगिनि, कस्य कारणम् अस्ति, किं कस्य कारणम्? संयोगः क्रिया संयुक्तव्यवहार ज्ञानस्य कारणम् अस्ति. व्यवहारः ज्ञानस्य कारणं, परन्तु संयोगः इति कारणं खलु. संयोग कार्यं किम्? अन्ततो गत्वा कार्यं, प्रथमकारणम् अस्ति संयोगः. संयोगः इति गुणः जायते इत्येव प्रथमतया कारणम् अस्ति. तस्मात् किं भवति कारणं, किं कार्यम् उत्पादयति? कारणमस्ति कारणं संयोगः. संयोगः तस्मात् किं कार्यम् उद्भवति? तस्मात् ज्ञानं भवति. शब्दप्रयोगः ज्ञानं भवति संयुक्त हस्तौ, रैट्? शब्दप्रयोगः इति ज्ञानं, शब्दप्रयोगज्ञानं न शब्दव्यवहारः भवति, रैट्? शब्दप्रयोगः इति कार्यं, पुनः शब्दप्रयोगः कारणं भवति खलु. आमां, यथा वयं दृष्टवन्तः. पुनः कार्यकारणभावः कथम् इति सावित्री भगिनी वदति वा? आम् आम्, परन्तु अत्र किञ्चित् भिन्नरीत्या वक्तुम् इच्छामि. अत्र भगिनी प्रथमं वक्ता पश्यति हस्तौ संयुक्तौ इति, तस्य मनसि ज्ञानम् उत्पादनं भवति यत् ओ अत्र संयोगः अस्ति, तदर्थं सः शब्दप्रयोगेन अन्यं सूचितुम् इच्छति, तदर्थं सः वदति हस्तौ संयुक्तौ. अत्र प्रथमं संयोगगुणः अस्ति इति वक्ता पश्यति, अनन्तरं तत् ज्ञानम् उपयुज्य हस्तौ संयुक्तौ इति आकारः जायते तस्य मुखे. अन्यं सूचनार्थं तदर्थम् अत्र प्रथमं संयोगगुणः, अनन्तरं तस्य मनसि किञ्चित् ज्ञानं, तदनन्तरं हस्तौ संयुक्तौ इति आकारः, तदनन्तरं श्रोतुः मनसि ज्ञानं हस्तौ संयुक्तौ इति. भवती मध्ये इतोपि एकं सोपानं स्थापयति खलु. सम्यक् एव, परन्तु अस्मिन् चित्रे तद् न प्रदर्श्यते. अस्ति, किञ्चित् पश्यतु शब्दप्रयोगः अस्ति खलु, तत् शब्दप्रयोगः कस्मात् भवति? संयोगज्ञानस्य ज्ञानेन एव भवति किल. न संयोगज्ञानम् इति न, संयोगं दृष्ट्वा संयोगकार्यं दृष्ट्वा संयोगकार्यम् इति एकविधं हां द्रव्यः कारणम् अस्ति तस्य कार्यं भवति संयोगः इति परन्तु अस्मिन् चित्रे संयोगः इति कारणं दृष्ट्वा संयोगः कारणं भवति कस्य विवरणम् अस्ति एतत् सर्वं ज्ञानं कथम् उदेति इत्यस्य विवरणं ज्ञानम् इति कार्यम् अस्ति अहम् अन्यत् सोपानं स्थापितवती किमर्थम् इत्युक्ते वक्तारः मनसि अपि किञ्चित् भवति एव तदर्थं सः शब्दप्रयोगम् उपयुज्य अन्यं सूचयति तदर्थमेव उक्तवती सम्यक् एव भगिनि अहं मन्ये यत्र कुत्रापि एतादृशं चित्रं पश्यामः तत्र श्रोतुः किं तस्य दृष्टिकोणे एव सर्वं विवृणोति श्रोतुः मनसि किम् अस्ति इति श्रोतुः मनसि किं भवति सम्यक् श्रोतुः मनसि ज्ञानम् उदेति ज्ञानम् उदेति हा केन ज्ञानम् उदेति शब्दप्रयोगेन शब्दप्रयोगेन कोऽपि वदति संयुक्तौ हस्तौ इति कोऽपि वदति तत् श्रुत्वा तस्य मनसि ज्ञानम् उदेति परन्तु यः वदति संयुक्तौ हस्तौ इति केन जायते शब्दप्रयोगः संयोगेन हा संयोगेन जायते परन्तु किम् अस्तु अहम् अवगच्छामि भवती यद्वदति अपि च चित्रे किमस्ति तत्सर्वं समीचीनमेव परन्तु सोपानेन गच्छामः चेत् तस्य वक्ता मनसि कथं शब्दप्रयोगः तु बहुवारं भूत्वा भूत्वा एव शब्दप्रयोगः जायते खलु एकवारं दृष्ट्वा एव शब्दप्रयोगः न जायते इत्युक्ते प्रथममेव दृष्टवन्तः सर्वे शब्दप्रयोगः परम्परया आगतम् अस्ति सर्वे दृष्ट्वा एवं वदन्ति तदर्थम् अस्य नामकरणं कृतमस्ति आकारः किल भवती वदति ज्ञानेन एव तत् शब्दप्रयोगः सः शब्दप्रयोगः जायते इति खलु तत्तु सत्यमेव यथा मया उक्तम् अत्र तु श्रोतुः मनसि कथं ज्ञानम् उदेति इत्यस्य विवरणम् अस्तु अग्रे भवती एव पठतु द्वितीयपरिच्छेदः वा आम् अस्तु हस्तौ संयुक्तौ इति ज्ञानम् अनुभवसिद्धम् अनेन विषयीभूतगुणः संयोगः सिध्यति किमर्थम् इति चेत् कार्यम् अस्ति चेत् तस्य कारणं भवेत् ज्ञानं प्रति विषयः कारणं ज्ञानम् इति एकं कार्यं तच्च ज्ञानरूपकार्यम् अस्ति चेत् तस्य कारणीभूतविषयः अपि स्यात् अत्र स च विषयः संयोगः इदानीमेव भवती अपि च मयापि विवरणं दत्तमस्ति अत्र हस्तौ संयुक्तौ इति यः कोऽपि पश्यति तस्य अनुभवेन सह वक्तुं शक्यते हस्तौ संयुक्तौ इति अनेन विषयीभूतगुणः संयोगः सिध्यति यदा सः संयोगः इति गुणं पश्यति चेदेव तस्य मनसि हस्तौ संयुक्तौ इति ज्ञानम् अनुभवितं भवति किमर्थम् इति चेत् कार्यम् अस्ति चेत् तस्य कारणं भवेत् वयं जानीमः कार्यकारण प्रक्रिया दृष्टवन्तः पूर्वमपि यत्र कार्यम् अस्ति तस्य अधिकरणे कारणं भवेत् एव ज्ञानं प्रति विषयः कारणम् अत्र ज्ञानं वयं जानीमः, ज्ञानं सर्वदा सविषयकः एव भवति. विषयः नास्ति चेत् ज्ञानं नास्ति. तदर्थम् अत्र लिखितमस्ति ज्ञानस्य कारणं विषयः इति लिखितमस्ति. परन्तु तत् किमपि किञ्चित् भ्रमकरः एव, परन्तु पश्यामः अग्रे. ज्ञानम् इति एकं कार्यं, तच्च ज्ञानरूपकार्यम् अस्ति चेत् तस्य कारणीभूतविषयः अपि स्यात्. अत्र स च विषयः संयोगः. अस्तु, यथा पूर्वम् उक्तं, विषयः भवेत् एव. अत्र विषयः अस्ति, विना ज्ञानम् उदेति वा? प्रभा न प्रसारयति, तत्र कोऽपि विषयः नास्ति. विना विषयं ज्ञानमेव न भवति. तदेव अत्र. अस्तु, तर्हि कः अत्र? पुनः भगिनी, भवती सम्यक्तया न, भवत्याः ध्वनिः सम्यक्तया न आगच्छति. यदा कदा न श्रूयते. इदानीं श्रूयते वा? आमामाम्, इदानीं श्रूयते. अस्तु अस्तु, अत्र विषयः कः? विषयः विषयः कः? विषयः अस्ति संयोगः. तस्य हस्तौ संयुक्तौ इति ज्ञानम्. विषयः अस्ति संयोगः. यदा संयोगः अस्ति तदा वयं वक्तुं शक्नुमः हस्तौ संयुक्तौ इति. कारणं किं, कार्यं किम्? कारणम् अस्ति विषयः संयोगः. कार्यं कार्यमस्ति ज्ञानम्. हस्तौ संयुक्तौ इति ज्ञानम्. समीचीनम्. अग्रे अजितमहोदय पठति वा? महोदय. आं भगिनि, एकनिमिषम्. अस्तु, ज्ञानं बुद्धिः इति गुणः कुत्र भवति आत्मनि? केन सम्बन्धेन? समवायसम्बन्धेन. अतः ज्ञानस्य समवायीकारणं भवति आत्मा, असमवायीकारणं च आत्मनि विद्यमानः आत्मनसंयोगः. आत्ममनसंयोगः असमवायीकारणं भवति कश्चन गुणः, काचन क्रिया वा समवायीकारणे. तर्हि विषयः ज्ञानस्य कारणम् इति उक्ते सति तच्च कारणं कीदृशम्? समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति. यत् कारणं न समवायिकारणं न वा असमवायिकारणं, तत् निमित्तकारणमिति. अतः विषयः ज्ञानस्य निमित्तकारणम्. तत्र ज्ञानं बुद्धि इति गुणः कुत्र भवति? ज्ञानं बुद्धि इति गुणः आत्मनि एव भवति. तत्र ज्ञानं बुद्धि इति गुणः आत्मनि समवायसम्बन्धेन भवति. अतः वयं किमर्थं समवायसम्बन्धेन? प्रायः अवयव अवय ज्ञानं किम् अस्ति? ज्ञानं कार्यम्. हा, कार्यम् अस्ति. कस्य कार्यम् अस्ति? कस्य कार्यम् इत्युक्ते विषयस्य. आत्मनः कार्यं खलु, आत्मा इति यः अस्ति. आत्मनः कार्यम्, तस्य गुणः अस्ति खलु ज्ञानं. तदेव तत्र समवायसम्बन्धम् इति वक्तुं शक्नोमि. आम् आम् अग्रे. अतः तत्र समवायिकारणं भवति आत्मा, असमवायिकारणं च आत्मनि विद्यमानः आत्मनसंयोगः. आत्ममनसंयोगः. असमवायिकारणम् इत्युक्ते किम्? कोऽपि वदति वा असमवायिकारणस्य लक्षणवाक्यम्? समवायसम्भेदेन सत् तिष्ठति अधिकरणे समवायसम्बन्ध लैक् गुण घटे रूपम् अस्ति तत् समवायिकारण घटस्य असमवायिकारणं भवति घटे सत् घटकपाले अस्ति समवायिकारण घटे रूपं भवति समवायिकारण सो कपालरूपस्य असमवायिकारणं भवति. कपालरूपं घटरूपस्य असमवायिकारणं द्वे अपि समवायिकारणे समान अधिकरणे तिष्ठति. समीचीनम्. एकस्मिन् समवेतं सत् कारणं समवायेन समानाधिकरणे कश्चन गुणः वा काचित् क्रिया यत् जनयति तत् असमवायिकारणम् तर्हि अत्र ज्ञानस्य विषये ज्ञानः यः आत्मनि भवति तस्य असमवायिकारणं किम्? मनः भवति मनसंयोग आत्ममनसंयोग आत्ममनसंयोगः. किमर्थम् असमवायिकारणं सावित्री भगिनी? आत्मनि भवति समवायिकारणे एण्ड् ज्ञानमपि समवायिकारणे आत्मनि भवति सो संयोग मनस् आत्मनमनसंयोग द्वे ज्ञानं द्वे आत्मनि समान अधिकरणे तिष्ठति तत् कारणे आत्मनमनसंयोगज्ञानस्य असमवायिकारणं भवति. अहं न जानामि भगिनि मनः कुतः आगतः अत्र, किमर्थं मनः अस्ति? अपि च पूर्वस्मिन् परिच्छेदे अपि मम एकः प्रश्नः अस्ति. वदतु वदतु. ज्ञानं प्रति विषयः कारणं तत्र किं कथम् इति न वक्तुं शक्नोमि. कारणं तु कार्यस्य अधिकरणे भवतु सर्वदा भवतु अत्र तथा नास्ति. किमर्थं नास्ति? ज्ञानं प्रति विषयः अन्यत्र कुत्रापि भवतु ज्ञाने नास्ति, ज्ञानस्य अधिकरणं नास्ति विषयः, ज्ञानस्य अधिकरणे नास्ति विषयः. ओ अत्र ज्ञानस्य व्यवहारे किञ्चिदस्ति अनियामकवृत्तिः इति. अस्तु अस्तु अस्तु. ज्ञानस्य विषये किञ्चित् भिन्ना अस्ति परन्तु मम प्रश्नः अवगतः वा? न भगिनि. अस्तु अत्र लिखितमस्ति ज्ञानं प्रति विषयः कारणं. मम प्रश्नम् अस्ति विषयः कथं वा ज्ञानस्य कारणं भवति? अहं जानामि विषयः नास्ति चेत् ज्ञानं नास्ति परन्तु कार्यकारणभावः इति युक्ते विषयः तु ज्ञानस्य अधिकरणे एव भवतु किल, कारणं तु कार्यस्य अधिकरणे भवतु सर्वदा भवतु सोपानानि सन्ति किल. तत्तु समवायिकारणस्य लक्षणं खलु? न न न न सर्व सर्वकारणस्य समवायिकारणं वा? समवायिकारणं स्वीकृतं चेत् सर्वदा न भवति खलु, केवलं समवायिकारणं यथा कपालः घटस्य समवायिकारणं भवति, कपालः सर्वदा कार्यस्य अधिकरणे भवेत्, सर्वदा घटस्य अधिकरणे भवति, कार्यस्य पूर्वक्षणे एव भवति, सर्वदा भवति, एते निकषाः कपालस्य कृते एव खलु? न न न, यदा वयं कार्यकारण प्रक्रिया दृष्टवन्तः तदा अस्माभिः न ज्ञातं समवायिकारणम् असमवायिकारणं निमित्तकारणम् एते सर्वे विषयाः वयं न ज्ञातवन्तः तदा। परन्तु यत्र त्रयः निकषाः पूरिताः भवन्ति तत्र तु कारणस्य विवरणं किं, कीदृशं कारणम् अस्ति? मम चिन्तने नास्ति यत् समवायिकारणमेव भवतु इति, प्रायः मम दोषः अस्ति, अहं न जानामि। परन्तु तर्हि समवायिकारणस्य लक्षणवाक्यं किम्? एतत् समवायिकारणं कार्यस्य इति वक्तुं केचन निकषाः भवेयुः खलु? यत् समवायिकारणस्य विषये वयं वक्तुं शक्नुमः यत् समवाये तिष्ट्वा समवाये समवेतं सत् कारणम् असमवायिकारणम् इति। समवेतं सत् असमवायिकारणं सत्यं, समवायिकारणस्य लक्षणम् अस्ति समवायसम्बन्धेन भवति तावदेव। समवायसम्बन्धः कथं भवति? गुणगुणिनो क्रिया गुणगुणिनयोः अवयवावयविनो कथं वा वक्तुं शक्नुमः? विषयः ज्ञानस्य कारणम्, ओ भवती वदति तत्तु समवायिकारणस्य एव निकषाः, अत्र सामान्यकारणम् अस्ति इति वा? न न, अत्र ज्ञानं प्रति विषयः कारणम्, अत्र तु कोऽपि विषयः भवेत् यः ज्ञानस्य कारणं भवति इत्येव अर्थः अत्र। भगिनी अग्रे आगच्छति, अग्रे आगच्छति, अहं मन्ये, अहमपि मन्ये अग्रे आगच्छति, अग्रे सर्वं दीयते एव, स्पष्टं भवति। अस्तु, अजितमहोदय किञ्चित् वदति वा? क्षम्यतां भगिनि। न, चिन्ता मास्तु। समवाय भवान् उक्तवान् समवायिकारणम् अस्ति असमवायिकारणं किम् अस्ति ज्ञानस्य? असमवायिकारणमस्ति आत्ममनसंयोगः। अत्र प्रश्नः प्रायः सावित्री भगिन्याः प्रश्नः आसीत् कुतः आगतः इति खलु? वदतु महोदय। अहं न जानामि भगिनि। अस्तु अस्तु, तर्हि यत् ज्ञानम् उदेति यत्र कुत्रापि मनसा एव उदेति खलु? मनसा एव ज्ञानम् इति, ज्ञानम् इति जन्यं भवति, ज्ञानम् इति अभिज्ञानं भवति मनसा एव। तर्हि मन आत्मनयोः यः संयोगः भवति तेन एव ज्ञानम् उदेति, अतः यः संयोगः भवति आत्ममनयोः तत् संयोगः कारणं भवति किं किं प्रति? ज्ञानं प्रति। परन्तु सः संयोगः समवायिकारणं न, असमवायिकारणं ज्ञानं प्रति। किमर्थम् इत्युक्ते सः संयोगः आत्मनि जायते, तर्हि असमवायिकारणस्य लक्षणवाक्यमस्ति यः समवाये तिष्ट्वा कापि क्रिया वा काचन क्रिया वा गुणः उत्पादयति सः तत् असमवायिकारणम् इति। खलु? तर्हि आत्ममनसंयोगेन किं कार्यम् उदेति? आत्ममनसंयोगेन किं कार्यम् उद्भवति? ज्ञानं, ज्ञानम् इति कार्यम् उद्भवति संयोगेन. यदि मनः नास्ति, मनः इति किमपि नास्ति चेत् कदा ज्ञायते, कथं ज्ञायते? ज्ञानम् अस्ति इति कथं ज्ञायते? मनसा एव खलु? तर्हि मन आत्ममनसंयोगः इति असमवायि कारणम्. अग्रे इदानीं स्पष्टं वा सावित्री भगिनी? न भगिनी, अहं किञ्चित् पठनीयं, मया किञ्चित् पठनीयम् अत्र. सर्वं विस्मृतवती, मनोनिरूपणं किञ्चित् द्रष्टव्यं. मनः आवश्यकः वा ज्ञानस्य निरूपणार्थम्? आम् भगिनि, मन इति यथा इन्द्रियम् अस्ति, इन्द्रियेण अहं पठामि, अहम् अनन्तरं पठामि, अग्रे गच्छतु भगिनि. अस्तु अस्तु, मनसा एव ज्ञायते इति पूर्वम् अपि पठितवन्तः. अस्तु, अहं चिन्तितवती सुखदुःख इति एव मनसा जायते, अनन्तरं ज्ञानं तु आत्मनि भवति, मनः न आवश्यकं तत्र. मम प्रायः दोषः अस्ति, मम किञ्चित् अनन्तरं पठामि. अस्तु, मनः इति साधनम् अस्ति, मनसा एव ज्ञानम् उदेति. मन आत्मनसंयोगेन एव ज्ञानम् उदेति. माध्यम अस्ति आत्मनि ज्ञानस्य मध्ये. आम् आम्, अस्तु. अग्रे अजितमहोदय. तत्र असमवायिकारणं भवति कश्चन गुणः, काचन क्रिया वा समवायिकारणे. यथा पूर्वमुक्तं, तत्र ज्ञानस्य असमवायिकारणमस्ति आत्ममनसंयोगः. यतोहि तत्र आत्ममनसंयोगे एक क्रिया उदयति, तदेव ज्ञानम् उदयति, कारणेन तत् असमवायिकारणम्. तर्हि विषयः ज्ञानस्य कारणम् इति उक्ते सति, तच्च कारणं कीदृशं? ज्ञानस्य तद् समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति. तत्कारणं तत्र निमित्तकारणमिति वयं वक्तुं शक्नुमः. किन्तु भगिनी, एतत् मया पूर्णतया न अवगतम्. तर्हि कारणं त्रिविधं भवति खलु? समवायिकारणम्, असमवायिकारणम्, अपि च निमित्तकारणम्. इदानीमेव अस्माभिः दृष्टम् ज्ञानं प्रति समवायिकारणं किम्? ज्ञानं प्रति समवायिकारणं भवति आत्मा. आत्मा. ज्ञानं प्रति असमवायिकारणं किम्? आत्ममनसंयोगः. तर्हि अत्र तु चित्रात् स्पष्टः जातः संयोगः एव कारणम् इति. संयोगः प्रथमसोपानं, तस्मात् एव एतत् सर्वं भवति ज्ञानपर्यन्तं खलु. तर्हि संयोगः कः? न तु समवायिकारणम्, असमवायिकारणम् अपि न. तर्हि किं तत् कारणम्? तदेव निमित्तकारणम् इति. तर्हि संयोगः इति निमित्तकारणं भवति ज्ञानं प्रति. अस्तु, स्पष्टं वा? यत् अवशिष्टम् अस्ति, न समवायिकारणम् अपि न तु असमवायिकारणं, तत्तु निमित्तकारणं भवति संयोगरूपगुणः ज्ञानं प्रति. अस्तु, अग्रे सावधि भगिनी. अत्र च प्रक्रिया भवति संयोगरूपविषयः इति मूलनिमित्तकारणम्। अनेन शब्दप्रयोगो जायते, तस्माच्च ज्ञानम् उत्पद्यते। एतत् सर्वं कथं भवति लोके? रामः वदति हस्तौ संयुक्तौ। अनेन श्रोतुः श्यामस्य मनसि हस्तौ संयुक्तौ इति ज्ञानम् उत्पद्यते। अस्मिन् ज्ञाने हस्तः इति विशेषाख्यः विषयः संयोगश्च प्रकाराख्यः विषयः। अतः संयोगप्रकारकं ज्ञानं हस्तविशेष्यकं ज्ञानं च इति वक्तव्यम्। आहत्य हस्तौ संयुक्तौ इति आकारकं ज्ञानम्। इदं सर्वं ज्ञानम् उत्पद्यते श्रोतुः मनसि। यदा कश्चन वक्ता अस्ति, स च वक्ता हस्तौ संयुक्तौ इति वदति, श्रोता च तं व्यवहारं शृणोति, तदानीम् इदं हस्तं संयुक्तौ इति आकारकं ज्ञानं श्रोतुः मनसि उत्पद्यते। यथा पूर्वम् अस्माभिः चर्चितमेव एतत् सर्वं, परन्तु पुनः अत्र लिखितमस्ति संयोगरूपविषयः इति मूलनिमित्तकारणं भवति। अस्तु, इदानीमेव दृष्टवन्तः संयोगः ज्ञानस्य निमित्तकारणम् अस्ति। अनेन शब्दप्रयोगो जायते। यदा वयं जानीमः अत्र संयोगः अस्ति, तदा एव वयं वक्तुं शक्नुमः हस्तौ संयुक्तौ इति शब्दप्रयोगः जायते। तस्माच्च ज्ञानम् उत्पद्यते, श्रोतुः मनसि ज्ञानम् उत्पद्यते यत् ओ हस्तौ द्वौ संयुक्तौ अत्र इति। एतत् सर्वं कथं भवति लोके? रामः वदति हस्तौ संयुक्तौ। अनेन श्रोतुः श्यामस्य मनसि हस्तौ संयुक्तौ इति ज्ञानम् उत्पद्यते। यथा पूर्वमेव उक्तं, संयोगः दृष्ट्वा रामः वदति हस्तौ संयुक्तौ इति। तत् श्रुत्वा श्यामस्य मनसि अपि ज्ञानम् उत्पद्यते। कीदृशं ज्ञानं? हस्तौ संयुक्तौ इति ज्ञानम्। अपि च ज्ञानं कीदृशं ज्ञानम् इत्युक्ते ज्ञानसविषयकः। तर्हि विषयौ कौ? अस्मिन् ज्ञाने हस्तः इति विषयः विशेष्यः, तदर्थं विशेषाख्यविषयः इति वक्तुं शक्नुमः। अपि च संयोगः इति? तदपि विषयः, प्रकाराख्यविशेषविषयः इति वक्तुं शक्नुमः। यत्र संयोगः विशेषणम् अस्ति, तस्य नाम प्रकारता इति अस्ति, तदर्थं प्रकाराख्यविषयः प्रकाराख्यविषयः इति वक्तुं शक्नुमः। समीचीनम्, अस्तु अग्रे। आं भगिनि, इतोपि वक्तुं इच्छति वा? न न न न अग्रे पठनं शक्नोमि, परन्तु न इच्छति चेत् तदेव, पुनः तदेव लिखितमस्ति। आं, यत् लिखितमस्ति भवती उक्तवती एव। अग्रे सरला भगिनी। आं भगिनि, किन्तु कश्चन रामः इति पुरुषः एकाकी कस्मिंश्चित् प्रकोष्ठे घटपटे अस्ति इति पश्यति चेत् इयं प्रक्रिया संयोगरूपगुणात् घटपटौ संयुक्तौ इति शब्दप्रयोगः, तस्माच्च घटपटौ संयुक्तौ इति आकारकं ज्ञानं न भवति, यतोहि रामः एकाकी इति कारणतः शब्दप्रयोग एव नास्ति, तथापि घटेन सह पटत् संयुक्तः इति ज्ञानं तु उत्पद्यते एव रामस्य मनसि। अतः आहत्य एतत् सर्वं संयोगरूपगुणात् शब्दप्रयोगः, तस्मात् च ज्ञानं भवति यदा द्वौ जनौ अथवा तदधिका जनाः सन्ति, एक एव जनः अस्ति चेत् एतादृशी प्रक्रिया न सम्भवति। अतः वदति रामः यदि एकाकी तिष्ठति कस्मिन् प्रकोष्ठे सः पश्यति घटपटे अस्ति तस्मिन् मनसि घटपटयोः संयोगः सः पश्यति किन्तु घटपटौ संयुक्तौ इति शब्दप्रयोगः सः न वदति ज्ञानस्य आकारशब्दघटपटसंयुक्तो इति न आगच्छति केवलं सः संयोगः घटपटेन सह संयोगः पश्यति संयोगरूपात् गुण यदि शब्दप्रयोगः भवति तत्र अनेका एकस्य अधिकं जनाः आवश्यकम् अस्ति शब्दप्रयोगस्य कारणं समीचीनं यथा सावित्री भगिनी भवत्या उक्तं खलु पूर्वं न जानामि भगिनि किमर्थम् भवत्या श्रोता श्रोता न आवश्यकम् एव अस्ति केवलं दृष्ट्वा ज्ञानम् उदेति कस्यापि वदनस्य आवश्यकता न यः कोऽपि एकाकी अस्ति चेत् अस्तु अग्रे अजितमहोदय महोदय म्यूट् मोड् पत् म्यूट् मध्ये अस्तु यदोक्तम् एतादृशी प्रक्रिया संयोगः शब्दप्रयोगः भवति ज्ञानम् इति न भवति यदा एक एव मनुष्यः अस्ति द्वौ जनौ अथवा तदधिकाः जनाः सन्ति चेदेव इदं सर्वं सम्भवति तर्हि अत्र किं पर्यवसितं यत्र यत्र ज्ञानं तत्र सर्वत्र तस्य उत्पादनार्थं शब्दप्रयोगः भवेत् इति नियमः नास्ति ज्ञाने कश्चन विषयः भवेत् किन्तु शब्दः भवेत् इति नास्ति अपि च एक एव जनः अस्ति चेत् स च घटः पटेन अस्ति इति पश्यति चेत् स्वस्य मनसि घटपटौ संयुक्तौ इति शब्दप्रयोगः इति न भवति न्यायशास्त्रे मुखात् निस्सरति चेदेव शब्दः भवति एतद् यथा पूर्वम् उक्तम् एक एव मनुष्यः अस्ति चेत् तत्र ज्ञानं न भवति ज्ञानं भवति परन्तु किं न भवति शब्दप्रयोगः ज्ञानम् अवश्यं भवति खलु शब्दप्रयोगरूपेण ज्ञानं तर्हि कीदृशं ज्ञानं भवति कीदृशम् इत्युक्ते अग्रे पश्येम वदतु तत्र द्वौ जनौ अथवा तदधिकाः जनाः सन्ति चेदेव शब्दप्रयोगः सम्भवति तर्हि तर्हि यत्र यत्र ज्ञानं भवति तत्र तस्य उत्पादनार्थं शब्दप्रयोगः भवेत् इति नियमः नास्ति इत्युक्ते उदाहरणार्थम् एकः एव जनः अस्ति स घटः पटे अस्ति इति पश्यति चेत् स्वस्य मनसि घटपटौ संयुक्तौ इति शब्दप्रयोगः इति न भवति तत्र ज्ञानं भवति खलु तत्र शब्दप्रयोगः न भवति न्यायशास्त्रे मुखात् निस्सरति चेदेव शब्दः भवति इति वक्तुं शक्नुमः आम् आम् समीचीनम् विषयः. सर्वदा शब्दप्रयोगः भवेत् इति नास्ति. अग्रे सावित्री भगिनी अस्ति वा? आमामाम्, अयं परिच्छेदं पठित्वा अहं गच्छामि. अस्तु, गच्छतु. अस्तु, एक एव मनुष्यः अस्ति चेत् तस्य आत्मनि यत् ज्ञानं जायते तच्च ज्ञानं शब्दप्रयोगेण न जायते. तर्हि अत्र कीदृशी प्रक्रिया ज्ञानस्य उत्पादनार्थं शब्दप्रयोगस्य आवश्यकता सर्वथा नास्ति. रामः घटः पटे अस्ति इति पश्यति चेत् तत्र संयोगेन सह चक्षुरिन्द्रियसन्निकर्षः जातः, अनेन प्रत्यक्षं ज्ञानं जायते. अस्तु, यथा पूर्वस्मिन् परिच्छेदे अपि लिखितमस्ति, एकः एव मनुष्यः अस्ति चेत् तस्य वदनस्य आवश्यकता एव न भवति, शब्दप्रयोगस्य आवश्यकता एव न भवति, परन्तु ज्ञानं तु उत्पद्यते एव. कीदृशं ज्ञानम् इत्युक्ते प्रत्यक्षज्ञानं भवति, चक्षुरिन्द्रियसन्निकर्षेण जातः ज्ञानं प्रत्यक्षज्ञानं भवति. तर्हि प्रक्रिया का तस्मिन् प्रसङ्गे? प्रक्रिया भवति संयोगेन. न, प्रक्रिया का इत्युक्ते चित्रं कत् कीदृशं भवति? प्रत्यक्षज्ञानं भवति, घटे पटे मध्ये संयोगः अस्ति, तद्दृष्ट्वा संयोगेन द्वयोः द्रव्ययोः संयुक्तौ इति ज्ञानं भवति, प्रत्यक्षज्ञानं भवति. मया न अवगतं, वदतु भगिनि, प्रक्रिया का अत्र? अत्र चित्रं चित्रे दृश्यते खलु, प्रथमतया संयोगः, तस्मात् शब्दप्रयोगः, तस्मात् ज्ञानम्. ओ, अत्र शब्दप्रयोगं निष्कास्य प्रत्यक्षज्ञानं स्थापयितुं शक्नुमः. शब्दप्रयोगः प्रयोगं निष्कास्य चक्षुरिन्द्रिय निष्कर्षः सन्निकषः इति. चक्षुरिन्द्रियसन्निकर्षः इति सोपानं. अहं चिन्तयामि प्रत्यक्ष भवति तत्र शब्दप्रयोगस्थले. प्रत्यक्षः इति भवति किल? प्रत्यक्षम् इति कथं भवति? चक्षुरिन्द्रियेण खलु. यथा शब्दप्रयोगेन, शब्दप्रयोगः नास्ति चेत् चक्षुरिन्द्रियेण जायते. चक्षुरिन्द्रियः एव कारणं भवति ज्ञानं प्रति खलु. तर्हि चक्षुरिन्द्रियः तत्र. अस्तु, तदेव महोदयेन अपि उक्तं, चक्षुरिन्द्रियसन्निकर्षः माध्यमिकसोपानम् इति. अस्तु, सन्निकर्ष इत्युक्ते किं भगिनि? सन्निकर्षसमीपे चक्षुरिन्द्रियं संयोगस्य समीपे अस्ति इत्यस्मात् सन्निकर्षः इति. समीपत्वम् इति. अस्तु, अग्रे भवती पठति वा? आं भगिनि. इदानीं द्वयोः हस्तयोः संयोगः दृष्ट्वा रामः हस्तौ संयुक्तौ इति शब्दप्रयोगं करोति. तस्य शब्दप्रयोगस्य श्रवणेन हस्तौ संयुक्तौ इति श्यामस्य ज्ञानं भवति चेत् तत् ज्ञानं शब्दबोध न तु प्रत्यक्षज्ञानं. शाब्दबोधं प्रति शब्दप्रयोगः कारणं भवति. शब्दप्रयोगः भवेत् एव तत्र, किन्तु प्रत्यक्षज्ञानं प्रति शब्दप्रयोगकारणं न भवति. हस्तौ संयुक्तौ इति ज्ञानं शाब्दबोधात्मकं चेत् एव शब्दप्रयोगः कारणीभूतः भवति. अत्र द्वयो हस्तयो संयुक्तो तत्र यदि एकं राम वदति श्याम श्रूयति श्रूयते श्यामः शृणोति इति खलु श्याम शृणोति आमां श्याम शृणोति शब्द प्रयोग तस्य शब्दप्रयोग ज्ञानस्य कारणं भवति. किन्तु यदि एकाकी भवति तस्य प्रत्यक्ष ज्ञानस्य कारणं शब्दप्रयोगः नास्ति. तत्र तस्य चक्षुरिन्द्रिय सन्निकर्षक भवति ज्ञानस्य कारणं. हस्तसंयुक्तो इति शब्दबोधात्मकम् उच्यते शब्दप्रयोग शाब्दबोधात्मकं ज्ञानम् इति शाब्दबोधात्मकं ज्ञानं तर्हि शाब्दबोधात्मकं ज्ञानस्य कृते शब्दप्रयोगः कारणं भव. अग्रे अजितमहोदय. आं भगिनि, यथार्थज्ञानं चतुर्विधं प्रत्यक्षम् अनुमितिः उपमितिः शब्दबोधः. शब्दबोधप्रकारकं ज्ञानम् अस्ति चेदेव शब्दप्रयोगः कारणं भवति, नो चेत् इति खलु शाब्दबोध. शाब्दप्रबो यथार्थज्ञानं चतुर्विधं प्रत्यक्षम् अनुमितिः अपमितिः उपमितिः शाब्दबोधः. शाब्दबोधप्रकारकं ज्ञानम् अस्ति चेदेव शब्दप्रयोगः कारणं भवति, नो चेत् न. प्रत्यक्षज्ञानम् इति चेत् शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः भवति. तत्र प्रक्रिया एतादृशी, संयोगः इन्द्रियसन्निकर्षः ज्ञानम्. अत्रापि संयोगाख्यः गुणः कारणीभूतः, किन्तु शब्दप्रयोगस्य स्थाने इन्द्रियसन्निकर्षः. एवं च ज्ञानोत्पादनस्य प्रक्रियाः अपि चतुर्विधाः, किन्तु यत्र यत्र हस्तौ संयुक्तौ इति प्रकारकं ज्ञानं चतुर्षु ज्ञानेषु यत्किमपि भवतु नाम तत्र सर्वत्र संयोगरूपगुणः कारणं कीदृशमिति चेत् निमित्तकारणं. एतत् यथार्थज्ञानं चतुर्विधं प्रत्यक्षम् अनुमितिः उपमितिः शब्दबोधः. तत्र ज्ञानस्य ज्ञानं चतुर्विधं ज्ञानस्य कारणमपि चतुर्विधं. ज्ञानस्य कारणं शब्दप्रयोगः प्रत्यक्षज्ञानं कीदृशं जायते एकवारं वदतु भगिनि. प्रत्यक्षज्ञानं जायते. प्रत्यक्षज्ञानम् इत्युक्ते इन्द्रिय निकर्षः. हा, इन्द्रियेण ग्राहकं ज्ञानम्, इन्द्रियेण यत् ग्राह्यते तत् प्रत्यक्षज्ञानम्. प्रत्यक्षज्ञानं यदा पूर्वमुक्तं शब्दप्रयोगेन एव ज्ञानं न भवति, तत्र चतुर्विधकारणम् अपि भवितुम् अर्हति. शाब्दप्रयोगकारकज्ञानम् अस्ति चेत् तत् शब्दप्रयोगकारणं भवति. प्रत्यक्षज्ञानम् अस्ति चेत् तत्र इन्द्रियनिकर्षः भवति कारणम्. तत्र यथा पूर्वम् उक्तं शब्दप्रयोग संयोगः शब्दप्रयोगः ज्ञानं तादृशं तत्र संयोगः इन्द्रियनिकर्षः ज्ञानम् इति वक्तुं शक्नुमः. यत्र शब्दप्रयोगः नास्ति नास्ति इन्द्रियसन्निकर्षः इति माध्यमिकसोपानम् आयाति. अस्तु, अत्रापि संयोगाख्यः गुणः कारणीभूतः. संयोगाख्यः गुणः कारणीभूतः इत्युक्ते तत्र कारणमस्ति इन्द्रियनिकर्षः. चतुर्विधज्ञानेषु संयोगः एव कारणम्. आमां, संयोगात् एव सर्वं जायते. आमां, चतुर्विधज्ञाने कारणेषु संयोग एव चतुर्विधज्ञानेषु संयोग एव कारणम्. किन्तु शब्दप्रयोगस्य स्थाने इन्द्रियनिकर्षः इति इन्द्रियनिकर्षः वा उपमितिः वा किमपि भवितुम् अर्हति. परन्तु प्रथमं सोपानं सर्वथा संयोगः, अन्तिमसोपानं सर्वथा ज्ञानमेव. अस्तु भगिनि, अनुमिति मीन्स् अनुमानं कृत्वा, उपमिति मीन्स् उपमिति उपमानेन तुलना यदा कुर्मः तत्र उपमितिः भवति. अस्तु, इदानीं विद्याधर्या पुस्तकं किञ्चित् उद्घाटयन्तु. सरला भगिनी, आम्, क्रियायाः इति आरभ्य पठति वा? आम्, क्रियाया उत्पत्तिनाशयोः निरूपणप्रसङ्गे संयोगस्यापि उत्पत्ति निरूप्यतेव इति च स्मार्यते. आद्यक्षणः घटे क्रिया, द्वितीयक्षणः यस्मिन् आकाशदेशे घटः स्थितः तत् विभागः, तृतीयक्षणः तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः, चतुर्थक्षणः अन्येन आकाशदेशेन सह संयोगः, पञ्चमक्षणः क्रियानाशः. अत्र क्रियया संयोगस्य कथं भवति तस्य क्रमेण वदति. प्रथमेषण घटे किं क्रिया भवति, घटस्य अपसरणं भवति किमपि भवति. द्वितीयक्षण यस्मिन् आकाशदेशे घटः स्थितः तत् विभागः, यस्मिन् देशे घटः अस्ति तस्मात् तस्य विभागः भवति. तृतीयक्षणे तेन विभागेन आकाशदेशघटयो संयोगस्य नाशः, यदि विभागः भवति तस्य यत्र आकाश घट आकाशयोः संयोग अस्ति तत्र संयोगस्य नाशः भवति. चतुर्थक्षणे अन्येन आकाशदेशेन सह संयोगः, यत्रापि घट पुनः आनयति तत्र विभिन्न आकाशदेशे तस्य संयोगः भवति. पञ्चमशन क्रियानाशः, पञ्चमशरत् कुत्र का क्रिया अपसरणक्रिया खलु आमामां तस्य नाशः भवति यथा भवत्या उक्तं प्रथमतया काचित् क्रिया जायते घटे येन घटस्य अपसरणं भवति घटस्य अपनयनं वा अपसरणं भवति घटः अन्यस्मिन् स्थाने स्थाप्यते एकस्मिन् आकाशदेशात् अन्य आकाशदेशं प्रति तस्य अपसरणं भवति द्वितीयक्षणे किं भवति अजितमहोदय द्वितीयक्षणं यस्मिन् आकाशदेशे घटः स्थितः ततः विभागः इत्युक्ते तटस्य तटे या क्रिया भवति तेन तया क्रियया किं जायते घटः एकस्मिन् आकाशदेशे वर्तते खलु घटं स्वीकृत्य अन्यत्र स्थाप्यते चेत् किं भवति तत्र एकस्मिन् आकाशदेशे विभागः भवति अपरस्मिन् आकाशदेशे संयोगः द्वितीयक्षणे किं जायते तदेव वदतु आम् द्वितीयक्षणे तत्र विभागः भवति घटस्य अपसरणेन घटस्य तस्य आकाशदेशात् विभक्तः जातः एतत्तु बहु स्पष्टतया अवगन्तव्यम् क्रियया किं जायते प्रथमक्रियया विभागः जायते घटः तस्य आकाशदेशात् विभक्तः जातः तृतीयक्षणे किं भवति तृतीयक्षणे तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः तत्र अवसरणक्रिया द्वितीयक्षणे तत्र विभागः विभक्तः जातः तत्र तेन विभागेन तत्र संयोगस्य नाशः भविष्यति किमर्थम् किमर्थम् इत्युक्ते तत्र संयोगस्य लक्षणवाक्यं खलु विभागस्य नाशः संयोग संयोगस्य नाशकगुणः संयोगाश्रय तदर्थं किञ्चित् पूर्वस्मिन् पुटे पुटं पश्यतु कृपया अष्टनवतितमे पुटे सरला भगिनी पठति वा वक्ष्यमाण अन्तिम वक्ष्यमाणविभागस्य वक्ष्यमाणविभागस्य द्रवयोः उत्पत्तिः द्वितीयक्षण आदि क्षणेषु जायमानस्य अपि न निखिलावधिकत्वं किन्तु स्वनाशसंयोग आशय अधिक आशय अवधिकत्वमेव हि नियमेन स्वीक्रियते विभागस्य द्वितीयक्षणे द्वितीय आदिक्षणे न आवश्यकं द्वितीयक्षणे इति जायमानविभागस्य निखिल अवधिकत्वं नास्ति निखिल अविधकत्वम् इति इत्युक्ते निखिल अवधिकत्वम् अत्र तु मुख्य अंशः अस्ति स्वनाशसंयोग आशय अधिकत्वेन स्वनाश मीन्स् विभागनाशेन संयोग आश्रय अधिकत्वं हि नियमेन स्वीक्रियते स्व इत्युक्ते किम् अस्ति अस्य विभागेन विभागेन नाश्य संयोगः विभागेन किं नश्यति विभागेन संयोगस्य आशयः नश्यति संयोगः नश्यति संयोगः नश्यति संयोगः नश्यति नश्यति तदेव तदेव मुख्य अंशः विभागेन संयोगः नश्यति तर्हि विभागः किं भवति अत्र कार्यकारणभावः दृश्यते विभागेन संयोगः नश्यति सः कारणं संयोगस्य नाशस्य कारणं भवति विभागसंयोगस्य नाशस्य कारणं भवति समीचीनं तर्हि कारणम् अस्ति विभागः विभागः तृतीयशने तत् अस्ति संयोगस्य नाश कार्यम् अस्ति संयोगनाश संयोगनाश एतत्तु बहु स्पष्टतया स्मरणीयं प्रथमतया विभागः प्रथमतया इत्युक्ते प्रथमतया क्रिया क्रिया भवति द्वितीयक्षणे विभागः भवति तृतीयक्षणे संयोगस्य नाशः भवति कारणम् अस्ति संयोगनाशनं प्रति कारणम् अस्ति तर्हि अन्यस्मिन् पुटे अस्ति संयोगनाशको गुणो विभागः इति खलु आमां तर्हि सर्वथा विभागस्य अनन्तरमेव संयोगनाशक नाशनं भवति क्रियया यः विभागः जायते तेन विभागेन संयोगस्य नाशनं भवति अतः एव तृतीयक्षणे जायते संयोगस्य नाशः तर्हि चतुर्थक्षणे किं भवति अजितमहोदय चतुर्थक्षणे अन्येन आकाशदेशेन सह संयोगः इत्युक्ते अपरस्मिन् आकाशदेहे तत्र घटः संयोगः भवति अन्यत्र स्थापनेन घटस्य संयोगः भवति अन्यस्मिन् आकाशदेशेन तदनन्तरं पञ्चमक्षणे पञ्चमक्षणे क्रियानाशः इत्युक्ते क्रिया प्रायः अभवत् का क्रिया यया क्रियया प्रक्रियायाः आरम्भः जायते का क्रिया समाप्तं भवति क्रियायाः समापनं भवति अस्तु भगिनि विभाग विभागसंयोगस्य नाश एकस्मिन् क्षणे न भवति वा न तदैव प्रक्रियायाः मुख्य अस्ति विभागः जायते विभागः इति अन्यतमगुणः प्रथमतया विभागस्य अनन्तरमेव संयोगस्य नाशः इत्येव मुख्य अंशः अत्र अस्तु अग्रे सरला भगिनी संयोगस्य प्रकारः पुनरपि घटे क्रिया उत्पत्तौ पुनरपि एकमेव इति क्षणपञ्चकव्यापिनी इयं प्रक्रिया भवति तेन इदं ज्ञायते यत् क्रियया तादृशसंयोगः उत्पद्यते पुनः च अग्रिमक्रियायाः विभाग उत्पत्तौ तेन विभागेन पूर्वसंयोगस्य नाशयः अत्र उक्तमस्ति पुनरपि घटे क्रिया उत्पत्तौ पुनरपि एवमेव इति क्षणपञ्चकव्यापिनी इयं प्रक्रिया भवति यदि विभागसंयोगः इति पञ्चम पञ्चमक्षणे या क्रिया भवति तत् पुनः पुनः क्रमेण एव भवति, तेन इदं ज्ञाते यत् क्रियया तादृशसंयोगे उत्पद्यते, पुनः अग्रिमक्रियया विभागो उत्पत्तो तेन विभागेन पूर्वसंयोगस्य नाशः. सो क्रियायाः विभाग तत् अनन्तरसंयोगस्य नाशः पुनः अन्यसंयोग क्रियया सह नाशः पञ्चमशर इति क्रम क्रमेण भवति संयोग उत्पद्यते विभाग भवति पुनः संयोग जायते पुनः संयोगस्य नाशः तदनन्तरं क्रियासमापनं संयोगस्य नाशः तदनन्तरं अन्य आकाशदेशेन सह संयोगसमापनं एषा प्रक्रिया सर्वथा जायते जायते. समीचीनम् अस्तु अजित महोदय. अस्य संयोगस्य उभयकर्मजन्यत्वेन एकतरकर्मजन्यत्वेन च अवान्तरविभागः शास्त्रे प्रसिद्धः. संयुक्तपदार्थयोः यदा उभयत्रापि क्रिया ताभ्यां च क्रियाभ्यां यः संयोगः सः उभयक्रियाजन्यः. यथा मेषयोः संयोगः उभयक्रियाजन्यः. स्थिरे वृक्षे पक्षी संयुक्तः इति प्रत्ययसिद्धः. संयोगस्तु पक्षिनिष्ठक्रियाजन्यः. अस्य संयोगस्य उभयकर्मजन्यत्वेन एकतरकर्मजन्यत्वेन च अवान्तरविभागः शास्त्रे प्रसिद्धः. तत्र उभयकर्मजन्यत्वेन इत्युक्ते उभयत्र क्रिया भवति, विभागः कुत्र जायते, कदा जायते? विभागः द्वितीयक्षणे जायते. काचित् क्रिया आवश्यकी. या क्रियया विभागः जायते, प्रक्रियां दृष्ट्वा वदतु. प्रथमतया क्रिया भवति, तया क्रियया क्रियया विभागः जायते. तर्हि द्रव्यद्वयम् अस्ति चेत् द्रव्यद्वयोः क्रिया जायते, नो चेत् एकस्मिन् द्रव्ये क्रिया जायते. किमपि भवितुम् अर्हति खलु, एकस्मिन् द्रव्ये वा द्रव्यद्वयोः क्रिया भवितुम् अर्हति. तदस्ति उभयकर्मजन्यम् अपि तु एकतरकर्मजन्यम् द्विविध विभागः. अवान्तरविभागः शास्त्रे प्रसिद्धः इत्युक्ते विभागः प्रकारः, विभागस्य प्रकाराः द्विविधाः इति अस्ति. उभयकर्मजन्यं वा एकतरकर्मजन्यम् इति प्रकारद्वयम् अस्ति विभागे अस्तु. अग्रे अवान्तर इत्युक्ते उभय एकत्र एकत्र वा द्वयकर्मजन भिन्नाः. अवान्तर इत्युक्ते उभयकर्मजन्येन एकतर एकविधविभागः, एकतरकर्मजन्येन अन्यविधविभागः. आम् आम्. तत्र संयुक्तपदार्थयोः यदा उभयत्रापि क्रिया इत्युक्ते तत्र उभय घटे अपि क्रिया आकाशे अपि क्रिया भवति. अत्र अत्र उदाहरणम् अस्ति महोदय, मेषयोः संयोगः इति उदाहरणम् अस्ति खलु. आमामां, मेषयोः संयोगः मेषः इत्युक्ते पशुः, विशेषपशुः अस्ति खलु. मेषः मेषः किं करोति? शीप् इति खलु. हा, तर्हि मेषद्वयोः संयोगः वा प्रहारः जायते, एकः मेषः अन्येन सह प्रहरति चेत् किं भवति? तत्र उभयक्रियाजन्यः एव. हा, समीचीनम्, उभयक्रियाजन्यः. एक एकतरक्रियाजन्यः तस्य उदाहरणं किम् अस्ति? वृक्षे वृक्षे पक्षिसंयुक्तः तत्र अथवा वृक्षे पक्षि तिष्ठति चेत् तत्र पक्षिनिष्ठक्रियाजन्यः, तत्र पक्षि एव क्रिया जनयति इति. पक्षिणि एव क्रिया, तर्हि तत्र एकतरक्रियाजन्यः इति. अस्तु, अग्रे सरला भगिनी. आं भगिनि, अस्य संयोगस्य अन्योपि विभागः अभिघातः नोदनम् इति भेदेन दर्शितः. यः संयोगः शब्दं जनयति सः अभिघातः. यदा उपाध्यायः शिष्याय च पेटिकां ददाति तदा हस्तकपोलसंयोगः उत्पद्यते. सः शब्दं जनयति इति सः अभिघातः इति उच्यते. तदस्तरस्तु नोदनं यः शब्दं न जनयति. अतिमन्दस्य वायोः तृणादिभिः संयोगः इह उदाहर्तव्यः. यः न शब्दं जनयेत् कश्चन संयोगोऽपि शास्त्रे प्रसिद्ध मुक्ताकलवादौ अवगन्तव्यः. मुक्तावल्यादौ अवगन्तव्यः. मुक्तावल्यादौ अवगन्तव्य. अस्य संयोगस्य अन्योपि विभागः अभिघातः. अभिघात इत्युक्ते हस्तेन किमपि अन्यन् धारयति. समीचीनं, ताडनमेव. अस्य संयोगस्य अन्योपि विभागः अभिघातः. अन्यविभागस्य उदाहरणम् अस्ति नोदनम् इति भेदेन दर्शितः. अभिघातः नोदनम् इति भिन्नप्रकारविभागः. यथा वयं प्रथम संयोग दृष्टवती एकत्र वा उभयत्र अस्ति, तथा विभाग अपि समान एव. यः संयोगः शब्दं जनयति स अभिघातः. वयं जानीमः संयोगशब्दप्रयोग भवति हस्तो संयुक्तो यदि शब्दप्रयोगः भवति सत् संयोग अभिघातः. संयोग यत् संयोगशब्दं जनयति सः अभिघातः. शब्दम् इत्युक्ते अत्र ध्वनिं जनयति. ध्वनिं जनयति. ताडनं बहु किं ध्वनि ध्वनि जनयति, तस्य नाम अभिघातः अस्ति. यदा उपाध्याय शिष्याय च पेटिकां ददाति तदा हस्तकपोलसंयोगः उत्पद्यते. सः शब्दं जनयति. यः ताडनं अध्यापकः ददाति शिष्याय, सः तु अभिघातः इति उच्यते. उच्यते किमर्थम् इत्युक्ते अभिघातेन ध्वनिं ध्वनिं जनयति जनयति. अन्यप्रकारः अस्ति तस्य विभागः तु नोदनम् इति अन्यनोदनं तद् तदतः अस्तु नोदनं या शब्दं न जनयति शब्दस्य अस्ति अपि अभिघातः यः शब्दं न जनयति तस्य नाम अस्ति नोदनम् अतिमन्दस्य वायोः तृणान्तिभिः संयोगः वायो यदि अतिमन्दम् अतिमन्दं वहति तृणाभिः तस्य वायोने वायोः वायुना संयोगः भवति तद् उदाहर्तव्यः यः न शब्दं जनयेत् किमपि शब्दं न श्रोतुं भवति कश्चन संयोगोपि शास्त्रे प्रसिद्ध मुक्तावल्यादौ अवगन्तव्य इति अहं न इत्युक्ते मुक्तावली इति कश्चन ग्रन्थः अस्ति तस्मिन् ग्रन्थे संयोगस्य उदाहरणानि अपि सन्ति संयोगस्य संयोग उदाहरणानि नोदनस्य उदाहरणं भवति प्रायः परन्तु अत्र केवलं नोदनं वा अभिघातः इति न दीयते केवलं मुक्तावल्ली इति ग्रन्थे संयोगस्य उदाहरणम् अस्ति संयोगस्य विषये विवरणम् अस्ति इति एव आम् तर्हि केवलं यत् एतत् अवगन्तव्यं यत् संयोगस्य प्रकाराः उभयक्रियाजन्यः अपि तु एकतरक्रियाजन्यः इति अपि तु अभिघातः नोदनम् इति अन्यप्रकारौ स्तः अत्र चित्रस्य किञ्चित् परिवर्तनम् आवश्यकं किमर्थम् इत्युक्ते यत्र क्रियाजन्यः अस्ति क्रियाजन्यसंयोगः अस्ति तत्रैव अभिघातः वा नोदनं जायते इति महोदयेन उक्तं वर्गे साधारणतया हस्तपुस्तकसंयोगः इति स्वीकुर्मः हस्तं वेगेन पुस्तके स्थापयामश्चेत् ध्वनिः जायते खलु अजितमहोदय अस्ति वा अस्तु ध्वनिः जायते तर्हि कीदृशः संयोगः ध्वनिः जायते अभिघातः संयोगः भवति अभिघातः अपि तु क्रियया जायते क्रियाजन्यः तर्हि अहं बहु तूष्णीं स्थापयामि चेत् तर्हि तत्तु क्रियाजन्यः एव नोदनं परन्तु नोदनम् अस्ति परन्तु या क्रियया हस्तपुस्तकयोः संयोगः जायते काये किं भवति संयोगः भवति परन्तु कीदृशसंयोगः भवति काये एकत्रक्रियाजन्य पुस्तकं स्थिरमस्ति कीदृश कर्मजः संयोगः भवति हस्तपुस्तकयोः कायपुस्तकयोः कीदृशसंयोगः भवति संयोगः खलु तर्हि हस्तपुस्तकसंयोगः यः कर्मजः यः अभिघातः अस्ति कायपुस्तकयोः संयोगः तु संयोगजः इति जानीमः परन्तु अभिघातः वा नोदनं वा न क्रियाजन्य केवलं भवति हा क्रियाजन्येन एव अभिघातः वा नोदनं भवति काये यः संयोगः जातः सः तु अनन्तरक्षणे एव भवति प्रथमक्षणे किं भवति क्रिया भवति प्रथमक्षणे तु क्रिया भवति हस्तपुस्तके तत्र ध्वनि जायते, तदा ध्वनिः जायते, परन्तु ध्वनिद्वयं न जायते खलु, ध्वनिः तु एक एव. तर्हि काये कदापि ध्वनिः न जायते, तर्हि संयोगजः संयोगः यः जायते तेन अभिघातः वा नोदनं न भवति एव. अतः एव एतस्य चित्रस्य परिवर्तनं भवति. कदा कथं भवति, सरला भगिनी वदति वा कथं कर्तयामः? संयोगक्रियाजने अस्ति, क्रियाजनसंयोग द्विविधा भवति, अभिघात वा नोदनं भवति. संयोगज सन् एकमेव क्रियाजने, पुनः एकत्र क्रियाजने वा उभयत्र क्रियाजने अस्ति. हा समीचीनं, एतदेव विषयः. तर्हि स्पष्टः वा? भगिनी, भवती उक्तवती ध्वनि प्रथमे श्रवणं भवति वा चतुर्थे श्रवणे, यद् संयोग अन्यदेशेन भवति, लैक् अभिघात यदि भवति, प्रथमं हस्तम् अपसारति, यदि कपाल हस्तयो संयोग भवति तदि तदा ध्वनि भवति न? यत्र कुत्रापि संयोगः भवति क्रियया, यः संयोगः भवति अभिघातः वा नोदनं भवति, एकतर संयोगः भवति खलु. आमाम्, अभिघातः वा नोदनं, नोदनं ध्वनिम् आधाय. ध्वनिः अस्ति चेत् अभिघातः, ध्वनिः नास्ति चेत् नोदनं. नोदनं यत्र संयोगः भवति तत्रैव तत्रैव विभिन्न संयोग सन्ति. किं किं भगिनि? भिन्नप्रकारः संयोगाः सन्ति. हा, अभिघातः वा नोदनम् इति. आम्, कर्मजः संयोगः यत्र जायते तत्र तु एषः प्रकारः अभिघातः वा नोदनं न भवति. भवत्याः भ्रमः कुत्र? मम भवती ध्वनि अभिघातध्वनि भवति रैट्? यद् शब्दं कस्मिन् क्षणे जनयति, प्रथमक्रिया अस्मिन् प्रक्रिया अनुसरेण भवती उक्त पृच्छति वा? आम् आम्, अस्तु. प्रथम आद्यक्षणे घटे क्रिया इति अस्ति खलु, तत्पूर्वं किम् अस्ति? तस्मात् पूर्वं संयोगः अस्ति खलु, घट आकाशयोः संयोगः अस्ति, घटपुस्तकयोः संयोगः इति अस्ति प्रथमतया. इति स्थितिः, स्थितिः तु अस्ति, घटपुस्तकसंयोगः इति स्थितिः. तद् अनन्तरं प्रथमक्षणे आदिक्षणे पुस्तकस्य अपसरणं भवति क्रियया. हा, तदनन्तरं प्रक्रिया तु समाना एव खलु. तर्हि कुत्र भवत्याः सन्देहः? मम सन्देहः शब्दं कस्मिन् क्षणे जनयति, अस्मिन् प्रथमश्रणे वा न, अस्यां प्रक्रियायां ध्वनिविषये, ध्वनि कुत्र भवति इति न. आम्, यत्र संयोग यदा संयोगः भवति तदा एव ध्वनिः भवति. अत्र तु संयोगः कुत्र जाय कदा जायते? चतुर्थक्षणे वा पूर्वमेव? पूर्वमेव, प्रथमक्षणस्य पूर्वम्. आम् आम् आम्, साधु. प्रथमतया एव जातं जातं संयोगः वा अस्यां प्रक्रियायां चतुर्थक्षणे तदा जातः ध्वनिः परन्तु अस्माकं चर्चायां कर्मजः संयोगेन जायते वा इत्येव प्रश्नः अस्यां प्रक्रियायां द्वितीयक्षणे वा तृतीयक्षणे इति न तत् भिन्नः अस्ति किमर्थं कर्मजसंयोगेन कर्मजसंयोगे ध्वनिः न जायते चेत् उत्तरम् अस्ति यत् कर्मजसंयोगेन ध्वनिः जायते न क्रियाजन्य क्षम्यतां कर्मजेन जायते परन्तु संयोगेन न जायते किमर्थम् इत्युक्ते तत्तु भिन्नः अस्ति क्रियया या ध्वनिः जनयति सः ध्वनिः अवयवी न जायते इति एव तदेव अस्ति उत्तरम् अस्तु तर्हि समापयामः बहु विलम्बः जातः क्षम्यताम् धन्यवादः बहु स्पष्टं कृतवती भवती धन्यवादः धन्यवादः धन्यवादः शुभरात्रि।